श्रीगणेशाय नमः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्ति। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः तत्र पूर्वम् आसीत्, तत्र सर्वनाम शब्दाः अस्मिन् विषये तत्र इदं शब्दस्य अभ्यासं कृतवन्तः। तत्र प्रथमतया पुल्लिङ्गे स्त्रीलिङ्गे, तदनन्तरम् इदं शब्दस्य पुल्लिङ्गे नपुंसकलिङ्गे, तदनन्तरम् इदं शब्दस्य स्त्रीलिङ्गरूपाणि अपि दृष्टवन्तः। इदानीं तत्र अग्रे तत्र तत्र संख्यासु लिङ्गभेदः तत् सर्वम् अग्रे अस्ति, किन्तु तस्मात् पूर्वम् एकां कथां पठित्वा अग्रे गच्छामः इति आशा। अतः तत्र ईमेल् मध्ये स्थापितमस्ति लिङ्क् एकं, तत्र सम्भाषणसन्देशस्य कथा अस्ति, तत्र चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च इति नटवरसाहुः महोदयेन लिखितं। तत्र सर्वेषां पार्श्वे अस्ति वा एषा कथा? आम् महोदय। अस्तु, सूर्यकुमारी भगिनी, भवत्याः पार्श्वे अपि अस्ति वा? तत्र लिङ्क् अस्ति भगिनि, तत्र ईमेल् मध्ये। रघुपति महोदय, भवतः पार्श्वे अस्ति खलु महोदय? पुटसङ्ख्या अस्ति 19, 19 पुटे अस्ति। न्यायस्य महिमा किमस्ति? नवदश पुटे महोदय, चक्रवत् परिवर्तन्ते दुःखानि, 19 पुटे महोदय। न्यायस्य महिमा तदनन्तरं, तस्य अग्रिमपुटम् अग्रिमपुटं तत्र चक्रवत् इति एव आरम्भे अस्ति। अपि तत्र स्वरूपमहोदयस्य करपत्रे तु वणिक् इति आरम्भे अस्ति खलु, अत्र अपि वणिक् इति एव अस्ति, अतः वणिक् शब्दस्य अभ्यासः भवति इति चिन्तनम्। अस्तु, रघुपतिमहोदय भवान् एव आरम्भं करोति वा? अस्तु। कस्मिंश्चित् नगरे माधवः नाम वणिक् निवसति स्म। तस्य पत्नी राधिका, तयोः गोविन्दः गोपालः चेति पुत्रौ आस्ताम्। माधवस्य महत् वाणिज्यम् आसीत्, सः दानपरः अपि इत्यतः अतीव प्रसिद्धः आसीत्। अग्रे पठतु महोदय, तत्र केवलं सः दानपरः अपि इत्यतः अतीव प्रसिद्धः आसीत्। कालक्रमेण गोपालः गोविन्दः चापि प्रबुद्धौ। तौ वाणिज्ये पितुः साहाय्यं कुर्वन्तौ आस्ताम्। प्राप्ते काले तयोः विवाहः अपि जातः। वणिक् दम्पती पुत्राभ्यां स्नुषाभ्यां च सह सुखेन कालं यापयतः। परं दुर्दैववशात् माधवस्य सुदिनानि समाप्तानि, दुर्दिनानि च सन्निहितानि। वाणिज्यार्थं समुद्रमार्गेण गताः तस्य नौकाः दस्युभिः लुण्ठिताः। वाणिज्ये विनियुक्तं सर्वमपि मूलधनं नष्टम् अभवत्। माधवः निर्धनः जातः। पुत्रौ स्वपत्नीभ्यां सह जीविकाम् अन्विष्यन्तौ दूरदेशं गतवन्तौ। गृहे स्थिताः सेवकाः अपि अन्यत्र गत्वा आश्रयं प्राप्तवन्तः। इदानीं तु गृहे माधवः तस्य पत्नी राधिका चेति द्वौ एव। वार्धककारणात् तौ किमपि कार्यं कर्तुम् अपि न शक्नुतः, अतः धनसम्पादनाय मार्गः एव न आसीत्। तौ बुभुक्षया पीडितौ कथमपि दिनानि यापयतः। एकस्मिन् दिने माधवः स्वगृहे देवस्य पुरतः उपविष्टवान् आसीत्। तदा सः भगवन्तम् उद्दिश्य आर्तस्वरेण उक्तवान्, भगवन् कथं माम् एवं पीडयति भवान्? किमर्थं मयि एतावान् निष्ठुरः अस्ति? कृपया मम दुःखं दूरीकरोतु इति. भगवान् माधवस्य प्रार्थनां श्रुतवान्. सः तं परीक्षितुं ब्राह्मणवेषं धृत्वा तत्र आगतवान्. ब्राह्मणः माधवम् उक्तवान्, भूमाधव मया सह आगच्छतु इति. माधवः आशाभावनया तं ब्राह्मणम् अनुसृतवान्. ब्राह्मणः तत्र ब्राह्मणः तं निर्जनम् अरण्यं नीतवान्. अस्तु अस्तु महोदय, समीचीनं, धन्यवादः महोदय, धन्यवादः. अस्तु अग्रे सूर्यकुमारी भगिनि. महोदय, अरण्ये एकत्र अनेकाः पेटिकाः पत्ताः आसन्. ताः एतत् न ताः पेटिकाः अधोभागे ताः पेटिकाः दर्शयन् ब्राह्मणः माधवम् उक्तवान्, एताः सर्वाः दुःखपेटिकाः सन्ति इति. माधवः आश्चर्येण ताः दृष्टवान्. ब्राह्मणः एकां रिक्तं पेटिकाम् एकां रिक्तां पेटिकाम् उन्नीय ताम् उद्घाटितवान्. ततः माधवम्, अहम् इदानीं भवतः सर्वाणि अपि दुःखानि अत्र निक्षिपामि इति उक्त्वा इतस्ततः हस्तचालनं कृत्वा पेटिकां पिहितवान्. तां पेटिकां माधवस्य शिरसि धारयन् उक्तवान्, एषा भवतः दुःखपेटिकाः इति. दुःखपेटिका इति. माधवः अहो भारः इति वदन् महता कष्टेन कथमपि ताम् ऊढवान्. क्षणानन्तरं सः ब्राह्मणः माधवस्य मस्तकतः पेटिकाम् अवतार्य उक्तवान्, भवान् स्वदुःखभारं वोढुं न शक्नोमि इति रोदिति खलु, अतः अहम् एकम् उपायं सूचयामि. अत्र स्थितासु पेटिकासु यां कामपि लघ्वाकारिकाम् अल्पभारयुतं युतां वा पेटिकां भवान् स्वपेटिकाविनिमयेन स्वीकर्तुम् अर्हति. तेन भवतः दुःखभारः न्यूनः भवति इति. धन्यवादः भगिनि, समीचीनम्. अस्तु अग्रे गीताञ्जलि भगिनि. आं महोदय, एतत् श्रुत्वा माधवः अतीवसन्तुष्टः जातः. सः झटिति तत्र स्थितासु पेटिकासु कामपि लघुपेटिकां गृहीतुम् उद्युक्तः अभवत्. परं तस्य आश्चर्यम् अभवत् यतः सा पेटिका अतीवभारयुता आसीत्. ततः सः अन्याः अपि लघुः आकारिकाः पेटिकाः उत्थाप्य उत्थाप्यं परिशीलितवान्. तत्र प्रायशः तत्र उत्थाप्य उत्थाप्य द्विवारम् उत्थाप्य इति द्विवारम् उत्थाप्य परिशीलितवान्. तत्र एक पेटिका सः उत्थाप्य परिशीलितवान्, अन्य अन्यापि अतः. तत् एकं बिन्दु अस्ति. अहं सत्यं भगिनि, सत्यं. तत्र किन्तु तत् परं ताः अपि ततो अपि भारयुताः एव आसन्. अन्ततो गत्वा तेन एतत् अनुभूतं यत् स्वस्य पेटिका एव सर्वाभ्यः पेटिकाभ्यः अल्पभारयुता इति। अतः सः तामेव पेटिकाम् आलिङ्गितवान्। तदा सः ब्राह्मणः उक्तवान्, किमिदं भोः, अन्या कापि पेटिका भवते न रोचते वा? शीघ्रं यां कामपि पेटिकां स्वीकरोतु। माधवः विनयेन ब्राह्मणं नमस्कुर्वन् उक्तवान्, भोः महात्मन्, अत्र मम पेटिका एव अल्पभारयुता अस्ति, अन्याः सर्वाः इतोपि गुरुतराः गुरुतमाः वा सन्ति। एतेन भवतः सन्देशः मया अवगतः अस्ति यत् स्वस्य दुःखमेव अधिकमिति कदापि अस्माभिः चिन्तनं न करणीयम्। अन्येषाम् इतोप्यधिकानि दुःखानि भवन्ति एव इति। ततः क्षणेनैव सः ब्राह्मणः अन्तर्धानः अभवत्। ताः पेटिकाः तत् अरण्यं चापि अदृश्यतां गतानि। माधवः भगवान् माम् एव बोधिवान् इति ज्ञात्वा नितरां सन्तुष्टः अभवत्। ततः सः धैर्येण एव कष्टानि सोढवान्, अन्ते च सुखं प्राप्तवान्। धन्यवादः भगिनि। तत्र महोदय बोधितवान् इति भवेत् खलु महोदय? सत्यं भगिनि, तत्र क्लेशः आसीत् सत्यं। किन्तु तत्र कथायाः अवगमनं तु अस्ति, किन्तु इदानीं तत्र पङ्क्तिशः पश्यामः तत्र। किन्तु तत्र इदानीम् अस्माकं दृष्टिः कुत्र भवेत् इत्युक्ते तत्र हलन्तपदानां तत्र रूपाणि तस्मिन् तेषु अस्माकं दृष्टिः भवेत्। अस्तु, तर्हि तत्र सूर्यकुमारी भगिनी भवती एव आरम्भं करोति वा तत्र? शिंशत् नगरे माधवः नाम मणि निवसति स्म। तत्र कस्मिंश्चित् इति नगरे, कस्मिन् नगरे? ओ, क्षम्यताम्। अतः तत्र नगरम् इति अस्ति, नगरे इति सप्तमी विभक्ति, अतः तत्र कस्मिन् नपुंसक सप्तमी एकवचनम्। अपि चित् इति प्रत्ययेन तत्र किं भवति? असर्टन्, सर्टन् कस्मिंश्चित् नगरे माधवः नाम वणिक् निवसति स्म। निवसति स्म, इदानीं तत्र वणिक् इति जानीमः, करपत्रे वणिज् जकारान्तपदम् इति, अतः एव तत्र एषा कथा स्वीकृता, वणिक् वणिक् इति अस्ति खलु, अतः तस्य पत्नी राधिका। तस्य पत्नी, इदानीं तत्र वणिक् इति माधवः इति वणिक् अस्ति, वणिक् यः अस्ति तस्य पत्नी राधिका। इदानीं तत्र वणिक् इति पदस्य षष्ठी वदतु। न तत्र भवती जानाति तत्र वणिज् इति, समीचीनं भगिनि, वणिज् इति झकारान्त प्रातिपदिकं, प्रातिपदिकस्य प्रातिपदिकं योगः तत्र अह इति कुर्मश्चेत् तत्र षष्ठी एकवचनरूपं भवति, अतः पञ्चमेकवचनमपि समीचीनं, बहु समीचीनं भगिनि। अतः तत्र वणिजः पत्नी राधिका, राधिका तस्य वणिजः, तस्य वणिजः पत्नी राधिका. समीचीनं समीचीनं भगिनि. अग्रे तयोः गोविन्दः गोपालः चेति पुत्रो आस्ताम् आसीत् आसन् आसन्. इदानीं तत्र द्विवचने आस्ताम् पुत्रौ आस्ताम्. तयोः द्विवचनं गोविन्दः गोपालः च इति पुत्रौ तत्र च इति अस्ति, च अस्ति इति कृत्वा तत्र समूहः अस्ति. तस्मात् पूर्वं च पूर्वं समूहः, समूहे पदद्वयम् अस्ति गोविन्दः गोपालः इति खलु. द्विवचनं पुत्रौ, अतः पुत्रौ पुत्रौ. समीचीनं भगिनि. अग्रे माधवस्य महत् वाणिज्यम् वाणिज्यं वाणिज्यं वाणिज्यं क्षम्यता वाणिज्यम् आसीत्. हा, तस्य वाणिज्यम् आसीत् वाणिज्यं महत् वाणिज्यम्. इदानीं तत्र द्विवचन बहुवचनरूपं किं भवति वाणिज्यम् इति पदस्य? वाणिज्यमेव एक प्रथमविभक्ति. वाणिज्यं वाणिज्ये. हा, तावदेव. इदानीं तत्र महत् इति अस्ति, तत्र महत् महता महतौ महता. हा, एतत्तु महत् इति तत्र जगत् तत्र जगत् जगति जगन्ति इति अस्ति इति मन्ये. हा, महत् महति महन्ति इति प्रायशः. वाणिज्यं नपुंसकलिङ्ग चेत् महत्. हा, सत्यं, विशेषणम् इति कृत्वा. द्विवचनम् अस्ति महती महति. हा, महती वाणिज्ये, तत्र महत् वाणिज्यं द्विवचने महती वाणिज्ये. इदानीं बहुवचने जगत् जगति जगन्ति. हा, महान्ति महन्ति महन्ति महन्ति वाणिज्यानि. महती तत्र महती महान्ति खलु महोदय, महत् महति महान् जगति जगान्. आमां महोदय, तत्र महान् महत् इति किञ्चित् भिन्नमस्ति. सत्यं, धन्यवादः. मम मनसि आसीत् तत्र, ओ एतत् महत् जगति वा अस्ति न वा इति. धन्यवादः महोदय. अस्तु, तत्र महान्ति महान्ति महान्ति. हा, सत्यं सत्यं, धन्यवादः महोदय. महान्ति महान्ति वाणिज्यानि इति वाणिज्यानि आसन् महती वाणिज्ये आस्ताम्, महान्ति वाणिज्यानि आसन्. सः दानपरः अपि इत्यतः अतीव प्रसिद्धः आसीत्. सः सः सः इत्युक्ते कः? माणिक्. सः माधवः माधवः माधवः वणिक्यः अस्ति. सः दानपरः दानपरः इत्युक्ते परम् इति इत्युक्ते तत्र धाने सः उत्तमः. दानं करोति इति तत्र दानपरः. तत्र दानं करोति बहु बहुविधदानः दानं करोति इति सः दानपरः. अपि सः वणिक् अस्ति किन्तु सः दानपरः अपि अस्ति. न केवलं वणिक् इति नास्ति, सः तस्य महत् वाणिज्यम् आसीत् प्रथमकारणं. प्रथमं कारणं महत् वाणिज्यम् आसीत् माधवस्य. अपि सः दानपरः इति अतः प्रसिद्धः आसीत्. हा, सः किमर्थं प्रसिद्धः आसीत्? दानपरः चेत् सः दानपरः एकम्, अन्यत् अस्ति तस्य महत् वाणिज्यम् आसीत्. अथवा तत्र माधवः महान् वणिक् अपि दानपरः इति. अहं किञ्चित् भ्रमजातं मम महोदय, माधवस्य महत् वाणिज्यम् आसीत् इत्युक्ते सः बहु विद्वान् आसीत्, किन्तु अस्तु इत्युक्ते हि हेड् अ बिग् बिस्नेस् वा? सत्यं सत्यं भगिनि, हा सत्यं. सामान्येन वणिजः दानपरः नास्ति. तदपि अस्ति, हा तदपि अस्ति, किन्तु अत्र किं दत्तमस्ति तत्र सः, अतः तस्य महत् वाणिज्यम् आसीत् इति तद् स्वीकृत्य सः इति, सः इति यदि स्थापयितुम् इच्छामः किं कुर्मः तत्र? सः माधवः महान् वणिक् आसीत्, वणिक् आसीत् खलु, इति वक्तुं शक्नुमः. अतः सः सः माधवः महान् वणिक् अपि दानपरः, अतः सः अतीव प्रसिद्धः आसीत्. अस्तु भगिनि, अग्रे. कालक्रमेण गोपालः गोविन्दः च अपि प्रबुद्धौ प्रबुद्धौ इत्युक्ते वाणिज्यं, हा ते अपि तत्र पूर्वे तत्र बालकौ आस्ताम्, इदानीं तत्र युवकः वा अथवा तस्य अग्रे अपि तत्र गच्छता कालेन तौ अपि अभवताम् इति खलु क्रियापदं नास्ति खलु अत्र? हा हा प्रबुद्धौ प्रबुद्धौ अभवताम् इति. हा सत्यं महोदय, सत्यं प्रबुद्धौ प्रबुद्धाः. हा समीचीनं महोदय, हा समीचीनं. तौ वाणिज्ये पितुः साहाय्यं कुर्वन्तौ आस्ताम्. हा इदानीं तत्र वाणिज्ये, वाणिज्ये इति सप्तमी, पितुः इति विभक्ति का तत्र? पितुः षष्ठी एकवचनं. हा पितृ षष्ठी, पितुः साहाय्यं कुर्वन्तौ, कुर्वन्तौ आस्ताम् इति, कुर्वन्तौ इति वचनं किं तत्र? द्विवचनं. हा एकवचने कुर्वन्तः कुर्वन्तौ कुर्वन् हा समीचीनं, कुर्वत् इति प्रातिपदिकं, कुर्वन् इति शत्रन्तरूपं. समीचीनं भगिनि, कुर्वन्तौ आस्तां. किं कुर्वन्तौ आस्तां? साहाय्यं. हा कस्य साहाय्यं? पितुः. हा कस्मिन् विषये साहाय्यं? वाणिज्ये. हा इति समीचीनं. हा अग्रे. प्राप्ते काले तयोः विवाहः अपि जातः. हा तत्र प्राप्ते काले इत्युक्ते तत्र पुत्रौ विवाहं, तत्र विवाहं कृतवन्तौ इति तत्र विवाहं कृतवन्तौ. हा तत्र प्राप्ते काले, प्राप्ते काले यदा यदा तौ तत्र सम्यक् न गच्छता कालेन इति न, किन्तु न न तदपि नास्ति भगिनि, तत्र गच्छता कालेन अपि नास्ति, तत्र यदि तत्र भयः सम्यक् आसीत् अभवत्, हा तत्र भयः दश वा वयः अस्ति अथवा पञ्च वयः अस्ति तस्मिन् वये तत्र वयसि विवाहवयसः प्राप्तिः न नास्ति, किन्तु विवाहवयसः प्राप्तिः यदा अभवत् विवाहः जातः. समीचीनं भगिनि, हा समीचीनम्. अग्रे वणिक् दम्पती वणिक् दम्पती इत्युक्ते वणिक् दम्पती इत्युक्ते हा माधवः राधिका वणिक् दम्पती पुत्राभ्यां स्नुषाभ्याम् अर्धं पुत्रस्य पत्नी स्नुषा स्नुषाभ्यां च सः सुखेन कालं यापयतः. यापयतः कौ यापयतः? माधवः राधिका कालं यापयतः. कालं यापयतः सुखेन कालं यापयतः. तत्र केन सह अथवा काभ्यां सह? स्नुषाभ्यां सह. समीचीनं. तत्र बहुवचने अपि भवितुम् अर्हति. यदि तत्र अनेकाः दम्पत्यः यदि सन्ति चेत्. अस्तु अस्तु महोदय, भवान् एव इदानीम् अग्रे. महोदय, तत्र लिङ्गं किं भवति अत्र दम्पति इति? दम्पती एकवचनं न द्विवचनं द्विवचनम् अस्ति भगिनि. तत्र द्विवचनं वणिक् दम्पती इति द्विवचनं. तत्र पश्यतु द्विवचनम् अस्ति. दम्पती द्विवचनम् अस्ति. यापयतः इति खलु? यापयतः इति अस्ति भगिनि. एकदम्पती एव यापयति. दम्पती तु एक तत्र तत्र माधवः राधिका इति दम्पती. किन्तु पदं दम्पती इति पदं तत्तु इति मन्ये महोदय प्रायः दम्पती इति. तत्र प्रायशः महोदय तत्र दम्पतिः इति मतीशब्दवत् प्रायशः अस्ति वा इति न जाने महोदय. यतोहि तत्र दम्पती इति द्विवचने अस्ति खलु इदानीं. मतिः मती मतयः, अतः तत्र दम्पती इति अस्ति. दम्पती इति एकवचनं नास्ति अहं चिन्तयामि. नास्ति नास्ति महोदय. अत्र शब्दमञ्जर्यां दत्तम् इकारान्त विशेष अस्ति. इकारान्त पुंलिङ्ग ह्रस्व इकारान्त पुंलिङ्ग औडुलोमि एकं पदमस्ति. औडुलोमि ह्रस्व इ अन्ते प्रथमवचन एक प्रथमविभक्ति एकवचन औडुलोमिः. तदनन्तरम् औडुलोमी औडुलोमाः इति अस्तु भगिनि. अतः तत्र अन्यत् पदमपि अस्ति अस्ति अत्र मञ्जर्यामेव. कदापि मया न श्रुतम्. अस्तु अस्तु, इदानीम् अग्रे गत्वा यदि औडुलोमि इति मनसि स्थापनीयमस्ति. पुल्लिङ्गपदम् इति दत्तमस्ति महोदय. अस्तु, समानरूपमस्ति. औडुलोमि औडुलोमी औडुलोमाः दम्पत्याः इति भवितुम् अर्हति वा? न, यदि पुल्लिङ्गरूपम् अस्ति चेत् दम्पत्यः इति एव भवति. दम्पती दम्पती दम्पतिः दम्पती दम्पत्यः. किन्तु एकवचने कदापि न स्वीकृतं, केवलं द्विवचने वा बहुवचने वा. तत्र बहुवचनरूपं दम्पत्यः इति दम्पत्यः भगिनि. तत्र जनार्दन हेग्डे महोदयस्य तत्र पुस्तके एकवारं मया पठितं, किन्तु इदानीं विस्मृतमपि. अहमपि पठितवान् इदानीं विस्मृतवान् द्रष्टव्यं. किन्तु एकवचने न भवति. सूर्यकुमारी भगिनी, तत्र यापयतः इति पदस्य तत्र क्रियापदं वा? नामपदं महोदय. यापयतः शान्तप्रत्यय अहं चिन्तयामि. यापयतः इदानीं, किन्तु तत्र कालं यापयतः भूतकालम् तद् एकवचने अस्ति वा? सूर्यकुमारी भगिनी, प्रायशः अतः एव तत्र क्लेशः अस्ति इति मन्ये. तत्र यापयतः इति द्विवचने अस्ति भगिनि. तत्र तत्र पठितः इति रूपं नास्ति. तत्र सः पठितः इति तादृशं नास्ति अत्र. क्रिया साक्षात् क्रियापदम् अस्ति. साक्षात् क्रियापदम् अस्ति. आकारान्तदातौ निजन्तप्रयोगे तत्र पुकारः भवति. गापयति इति गापयति गापयति समयं यापयति कालं यापयति एकवचनं यापयति यापयतः यापयन्ति क्रियापदं साक्षात् पठति पठतः पठन्ति यापयति यापयतः यापयति ज्ञादातु ज्ञापयति ज्ञापयतः ज्ञापयन्ति अत्र पकारः भवति. अतः भगिनी तत्र साक्षात् क्रियापदम् अस्ति. यतोहि दम्पती इति द्विवचनं अतः तत्र पुत्राभ्यां स्नुषाभ्यां तदपि द्विवचनं वणिक् दम्पती अपि द्विवचनं यापयतः द्विवचनं. महोदय अत्र लट् वा यापयतः लट् लकार यापयतः सत्यं भगिनि. लट् लकार आयाति अधुना इदानीम् अस्मिन् इदानीं तत्र तत् सः इदानीं तत्र कथायाः समयः इदानीम्. ओ अस्तु. या घटना इदानीं तत्र सन्निहिता अस्ति तस्याः सन्दर्भः इदानीम्. अतः इदानीं लट् लकारः अवगतं महोदय. किन्तु समीचीनप्रश्नः एव भगिनि. हा यतोहि तत्र पूर्वं तत्र किम् एतत् एतत् सर्वं जातम् इति अस्ति. हा किन्तु तत् सर्वं भूमिका इति. अतः तत्र सन्दर्भस्य इदानीं यः घटना तत्र सन्निहिता अस्ति तस्मात् प्राक् किं किम् आसीत् इति तत्र भूमिका. इदानीम् अयापयताम् इति भवति खलु अन्यथा लङ्लकारे अयापयताम् अयापयताम् सत्यं महोदय. अस्तु महोदय. रघुपति महोदय भवानेव इदानीं. अस्तु. परं दुर्दैववशात् माधवस्य सुदिनानि समाप्तानि. परं दुर्दैवशात् वणिजः सुदिनानि समाप्तानि. समाप्तानि सुदिनानि विशेषणविशेषणं समाप्तानि. दुर्दिनानि च सन्निहितानि. वाणिज्यार्थं वाणिज्यार्थं सन्निहितानि इत्युक्ते तत्र ते अपि समीपमागतानि. वाणिज्यार्थं समुद्रमार्गेण गताः वणिजः नौकाः दस्युभिः लुण्टिताः इति भवति. तत्र दस्युः इति दस्यु इति तत्र लुण्टाकः इति अत्र लुण्टाकाः इति तत्र दस्यु इति लुटेरा लुण्टितः चोरः चोरः आमां डकैट्स् दस्यु दस्युः इत्युक्ते चोरः. किञ्चित् प्रमोशन् अस्ति तस्य. चोरः तु किमपि न करोति. दस्यु मारयति अस्मान्. ओ अस्तु अस्तु अस्तु. तत्र केवलं चोरः न किन्तु तत्र डेकोयिट्स् इत्युक्ते तत्र किञ्चित् बलप्रयोगं कुर्वन्ति ते. चोरा तु केवलं रूपेण आगच्छति. चौर्यं करोति गच्छति. इदानीन्तनकाले नास्ति. ते अपि दस्यु इव आचरन्ति चोराः अपि. अस्तु अग्रे लुण्टिताः. वाणिज्ये विनियुक्तं सर्वमपि मूलधनं नष्टम् अभवत्. वाणिज्यम् इत्यत्र वाणिज्ये इति सप्तमी. वाणिज्ये विनियुक्तं सर्वमपि मूलधनं नष्टम् अभवत् इति. मूलधनं नष्टम् इति अत्र मूलधनं नष्टम् अभवत् सर्वमपि मूलधनं नष्टम् अभवत्. इदानीं तत्र मूलधनम् इति विशेष्यं मूलधनमिति विशेषं नष्टम् इति विशेषणं नष्टं मूलधनम् इति अपि विनियुक्तम् अपि तत्र विनियुक्तं मूलधनम् विनियुक्तम् विनियुक्तं मूलधनं तदपि तस्य विशेषणम् विशेषणं कीदृशं मूलधनम् इति नष्टं विनियुक्तं मूलधनम् इति सर्वं तत्र नष्टम् अभवत् नष्टम् अभवत् अतः इदानीं तत्र अपि तत्र वाणिज्यार्थं समुद्रमार्गेण गताः नौकाः इति विशेषणं नौकाः आम् गताः इति नौका इति स्त्रीलिङ्गे अतः गताः नौकाः अपि तत्र लुण्ठिताः अपि तत्र नौकाः लुण्ठिताः आमां कीदृशनौकाः लुण्ठिताः गताः लुण्ठिताः नौकाः नौकाः इति तत्र महोदय दस्यूतु पैरेट्स् अस्ति समुद्रे सन्ति समुद्रे पैरेट्स् भवन्ति समुद्रे पैरेट्स् तत्र अस्तु सोमालियन् पैरेट्स् इदानीमपि सन्ति खलु दस्युः दस्युः दस्यू दस्यवः वा गुरुभिः दस्युभिः अतः तृतीय बहुवचनम् अस्तु माधवः निर्धनः जातः पुत्रौ तत्र तत्र कस्मात् कारणात् निर्धनः जातः तत्र मूलधनं नष्टं तस्य सर्वमपि नष्टम् अभवत् तस्य नौकाः इदानीं सर्वं नष्टम् अभवत् नौकाः अपि नष्टाः अभवत् अतः महोदय तत्र नौकाः लुण्ठिताः इति तत्र कर्मणि रूपेण दत्तमस्ति किन्तु तत्र आम् तत्र दस्युभिः स्थाने प्रथमरूपं वाणिज्यार्थं समुद्रमार्गेण गता अस्तु वाणिज्यार्थं समुद्रमार्गेण गतवन्तः गतवन्तान् नौकान् दस्यवः लुण्ठितवन्तः प्रायशः गतवत्यः सोरि क्षम्यतां महोदय नौकाः खलु गतवताः सोरि नदीः महोदय ओ अस्तु अस्तु अस्तु गतवती आम् गतवत्यः गतवतीः क्षम्यतां गतवतीः नौकाः गतवतीः क्षम्यतां गतवतीः नौकाः दस्यवः लुण्ठितवन्तः सम्यक् सम्यक् अभवत् अभ्यासः गताः इति अतः गतवती इति क्षम्यतां गतवती गतवत्यः इदानीं द्वितीयविभक्ति बहुवचने गतवतीः इति आमाम् अतः अत्र तवत् प्रत्ययोजनीयं तत्र समीचीनं महोदय अग्रे वाणिज्ये विनियुक्तं सर्वमपि मूलधनं नष्टम् अभवत् माधवः निर्धनः जातः पुत्रौ स्वपत्नीभ्यां सह काभ्यां सह स्वपत्नीभ्यां सह जीविकाम् अन्विष्यन्तौ दूरदेशं गतवन्तौ अन्विष्यन्तौ शत्रुन्तः अस्ति अन्विषन् अन्विषन्तौ अन्विषन्तः अत्र कौ पुत्रौ काभ्यां सह यत्र द्विवचने अस्ति अत्र अतः स्वपत्नीभ्याम् अस्तु स्वपत्नीभ्याम् सह जीविकाम् अन्विषन्तौ दूरदेशं गतवन्तौ इदानीं तत्र जीविकाम् इत्युक्ते जीविका जीविका स्त्रीलिङ्गे आकारान्त जीविका तत्र जीवनस्य मार्गः इति प्रायशः जीविका मार्गः अन्विष्यन्तौ तत्र अन्विष्यन्तौ अन्विष्यन्तः अत्र शत्रन्तरूपम् अस्ति शत्रन्तरूपं समीचीनं महोदय गतवन्तौ इति अत्र अत्र गतवन्तौ पुत्रौ गतवन्तौ अन्विष्यन्तौ गतवन्तौ पुत्रौ गृहे स्थिताः सेवकाः अपि अन्यत्र गत्वा आश्रयं प्राप्तवन्तः अत्रापि किमपि अत्र गृहे स्थिताः सेवकाः स्थितः सेवकः स्थिताः सेवकाः आश्रयं प्राप्तवन्तः अस्ति तत्र अतः तत्र प्राप्तवन्तः अन्यत्र गत्वा आश्रयं तत्र प्राप्तवन्तः अतः तस्य माधवस्य महत् वाणिज्यम् आसीत् किन्तु इदानीं तत्र अनेकाः अनेके सेवकाः आसन् किन्तु इदानीं ते सर्वे अन्यत्र गतवन्तः इदानीं तु गृहे माधवः तस्य पत्नी राधिका चेति द्वौ एव अत्र द्वौ एव इदानीम् अत्र वर्तमानकाले अस्ति इदानीम् इदानीं द्वौ एव इदानीं द्वौ एव स्तः वा स्तः वार्धककारणात् तौ किमपि कार्यं कर्तुम् अपि न शक्नुतः शक्नोति शक्नुतः शक्नुवन्ति अतः वार्धककारणात् करोति कुरुतः कुर्वन्ति शक्नोति शक्नुतः शक्नुवन्ति तत्र वार्धककारणात् वयसः वर्धनम् वार्धकं वार्धककारणात् कतौ किमपि कार्यं कर्तुम् अपि न शक्नुतः अतः धनसम्पादनस्य मार्गः एव न आसीत् अतः तेषां तयोः धनसम्पादनमार्ग सोरि तस्य धनसम्पादनस्य मार्गः एव न आसीत् तयोः इति अपि समीचीनमेव यतो तयोः अपि तयोः अपि समीचीनं अथवा तत्र तयोः इति अत्र सर्वत्र द्विवचने अस्ति तयोः इति अतः तयोः धनसम्पादनस्य मार्गः एव न आसीत् तौ बुभुक्षया पीडितौ कथमपि दिनानि यापयतः तौ यापयतः दिनानि यापयतः कथमपि यापयतः कीदृशौ तौ पीडितौ पुनः कया पीडितौ बुभुक्षया पीडितौ तौ बुभुक्षया पीडितौ कथमपि दिनानि यापयतः इति अत्र द्विवचने अत्र पुनः महोदय तत्र पूर्वं यथा आसीत् तत्र तौ वणिक् दम्पती बुभुक्षया पीडितौ कथमपि दिनानि यापयतः अथवा दम्पति इति अत्र पुल्लिङ्ग् अस्ति चेत् इमो अत्र इदम् इत्यस्य इमौ बुभुक्षया पीडितौ समीचीनम् इमौ भवति अतः सिलिङ्ग् अस्ति इमे इति भवति अत्र चिन्तयामि पुल्लिङ्ग् अस्ति अत्र इमौ सत्यम् इमौ इमौ इति एव सत्यं पुल्लिङ्ग् अस्ति इमौ दम्पती वणिक् दम्पती बुभुक्षया पीडितौ कथमपि दिनानि यापयतः तत्र बुभुक्षया पीडितौ इति तत्र तृतीया केन पीडितः केन पीडितौ बुभुक्षया पीडितौ इति अतः तृतीया समीचीनं महोदय अस्तु अग्रे गीताञ्जलि भगिनी एकस्मिन् दिने माधवः स्वगृहे देवस्य पुरतः उपविष्टवान् आसीत् कः आसीत् माधवः आसीत् कुत्र स्वगृहे देवस्य पुरतः उपविष्टवान् इत्युक्ते देवस्य पुरतः स्थापयित्वा किं स्थित्वा एकस्मिन् दिने इत्युक्ते सप्तमी तत्र माधवः स्वगृहे अथवा देवस्य पुरतः आसीत् उपविष्टवान् अन्य उपविष्टवान् महोदय अन्य तत्र आस्ते इति पदं क्रियापदम् अस्ति खलु तत्र आस्ते आस्ते इत्युक्ते आस्ते सः उपविशति इति अर्थे आस्ते इति अस्ति क्रियापदं तत्र आसनमिति तेनैव भवति खलु आसनम् इति आस्ते आस्ते इति क्रियापदं तत्र इदानीं तत्र आत्मनेपदे क्रियापदस्य किमस्ति तत्र आस्थ इति वा बहु पूर्वं कृतवन्तः इदानीं तत्र विस्मृतवन्तः वयं वर्धते तत्र अवर्धत इति अस्ति खलु तत्र वर्धते अवर्धत आत्मनेपदि धातु तत्र आस्ताम् आसाताम् सोरि क्षम्यताम् आस्त आसाताम् आसत् आस्त एकवचने आस्त आसाताम् द्विवचने आसाताम् आसाताम् इति अस्तु अस्तु किन्तु अत्र तु एकवचने एव एकवचनमेव समीचीनं भवति यतोहि तत्र माधवः स्वगृहे देवस्य पुरतः आस्त उपविष्टवान् उपविष्टवान् आसीत् इति आस्त तु लङ् न महोदय सत्यं भगिनि हा आस्ते इति लट् लकारः लट् अपि किन्तु तत्र प्रथमवर्णः आ दीर्घ आकारः अस्ति इति कृत्वा तस्य पुरतः तत्र अयोगः आस्त पुनः आस्त एव भवति अतः तत्र आकारः एव अपि दीर्घ दीर्घाकारः अस्ति दीर्घ स्वर्णदीर्घसन् तदेव भवति अतः तत्र भेदः न दृश्यते परिवर्तनं न दृश्यते द्विवचनरूपं किं तत्र आसाताम् अत्र तु एतां न अभवत् आसेतां न अभवत् महोदय नास्ति नास्ति आसेतां नास्ति खलु अत्र तत्र न भवति खलु एकवारं पश्यन् तत्र एकारः अस्ति द्रष्टव्यं द्रष्टव्यम् अस्ति किन्तु तत्र एकवारं पश्यामः अत्र पठामि महोदय अस्तु तदा सः भगवन्तम् उद्दिश्य आर्तस्वरेण उक्तवान् आर्त आर्तस्वरेण इत्युक्ते बहु कष्टं तत्र कष्टम् अस्ति अथवा दुःखम् अस्ति इति तत्र तादृश स्वरेण उक्तवान् कष्टेन उक्तवान् हा तत्र कष्टेन उक्तवान् इति न तत्र कष्टम् अनुभवामि इति तत्र तादृशभावेन उक्तवान् तत्र दीनस्वरेण तत्र वक्तुं स कष्टं न अनुभवति किन्तु कष्टम् अनुभवति इति सः वक्तुमिच्छति खलु तत्र वक्तुं कोऽपि क्लेशः नास्ति तस्य अस्तु दीनस्वरेण इत्युक्ते वक्तुं न न दीनस्वरेण इत्युक्ते तत्र अहं बहु कष्टम् अनुभवामि अस्तु इति तत्र तादृशस्वरेण अस्तु अस्तु तदा सः भगवन्तम् उद्दिश्य इत्युक्ते ल्यप् अस्ति ल्यप् इत्युक्ते पुरतः दिशति इति प्रायः अस्ति दिश् इत्युक्ते दिक् न दिशति इति प्रायः अस्ति भगिनि दिशति दिश् इत्युक्ते किं महोदय तत्र दिशति तत्र प्रदर्शयति अथवा ओ अस्ति वा दिशति दिश् उद्दिश्य तद् उद्दिश्य तं पायिण्ट् औट् इति तत्र तं दृष्ट्वा अतः तत्र अन्यत् किं वक्तुं शक्नुमः तत्र भगवन्तम् उद्दिश्य आन्तस्वरेण उक्तवान् तत्वा भगवन्तं प्रति उक्तवान् अथवा भगवन्तं साक्षात् उक्तवान् तु तत्र भगवन्तम् उक्तवान् तदेव समीचीनं भगवन्तं तदपि समीचीनं तदपि भगवन्तम् उक्तवान् भगवन्तं प्रति प्रति उक्तवान् प्रति उक्तवान् भगवन्तं प्रति उक्तवान् उक्तवान् भगवन् भगवन्तु सम्बोधनं कथं माम् एवं पीडयति भवान् भवान् पीडयति माम् हा भवान् पीडयति भवान् इति कर्तृपदं पीडयति इति क्रियापदं मां पीडयति माम् इति कर्मपदम् एवं पीडयति इति तत्र एवम् इति तत्र विशेषणम् अस्ति पीडयति इति क्रियापदस्य क्रियाविशेषणं क्रियाविशेषणं एवं पीडयति इदानीं प्रश्नः वाचकः कथं एवं पीडयति भवान् माम् अत्र तु किञ्चित् भवान् उक्तवान् न तु त्वमेव अपि तत्र सत्यं सत्यं किन्तु भगवन्तम् उद्दिश्य वदति अतः भवान् इति अथवा पीडयसि इति भवेत् खलु कथं माम् एवं पीडयसि त्वं कथं मामेव पीडयसि इति सत्यं किमर्थं मयि एतावान् निष्ठुरः अस्ति किमर्थं मयि इति तु सप्तमी एतावान् निष्ठुरः अस्ति तत्र निष्ठुरः अस्ति निष्ठुरः किमर्थं निष्ठुरः अस्ति कृपा इदानीं विहाय कृपा विहाय निष्ठुरः न सत्यं सत्यं सत्यं कठोरः इति निष्ठुरः एतावान् एतावत् इति तत्र तत्र किं तत्र एतावत् एतावान् एकवचने अस्ति एतावान् एतावन्तौ एतावन्तः इति तत्र एतादृश तत्र न मत्तु प्रत्ययः अस्ति मत्तु प्रत्ययः एतावत् इति एतावान् एतावन्तौ एतावन्तः इति तत्र भवत्याः अभिरुचिः एतावती अस्ति इति तत्र संस्कृतभाषायाम् एतावती अभिरुचिः अस्ति इति अहं न ज्ञातवान् एतावती इत्युक्ते सो मच् इति एतावती अभिरुचिः अत्र एतावान् निष्ठुरः अस्ति कस्मिन् विषये अत्र मयि इति मयि विषये निष्ठुरः मयि मयि मयि इति तत्र सप्तमी तत्र तत्र निष्ठुरः तत्र भावः तत्र विश्वासः वा तत्र सर्वं तत्र किं भवति सप्तमी कस्मिन् अतः भवान् कथं भवान् एतावान् मां पीडयति इति अपि समीचीनं महोदय न तत्र एतावान् निष्ठुरः इति तत्र निष्ठुरः इति पदस्य विशेषणमस्ति एतावान् अस्तु किन्तु सोमच् अस्ति चेत् तु मां मां यदि अस्ति चेत् एतावत् मां पीडयति तत्तु समीचीनम् एतावत् पीडयति इति तत् प्रायः समीचीनमस्ति इति मन्ये भगिनि इति मन्ये पुनः एकवारं पश्यामः किन्तु एतावत् पीडयति इति तदपि प्रायः एतावत् नास्ति एतावत् महोदय एतावान् इति खलु पीडयति एतावान् पीडयति तत्र पीडयति इति अत्र निष्ठुरः इति तत्र भगवान् इति भगवान् इति पदस्य तत्र निष्ठुरः निष्ठुरः किं महोदय, भगवान् इति पदस्य विशेषण निष्ठुरः, हा सत्यं, हा अतः तत्र एतावान् निष्ठुरः, किन्तु तत्र पीडयति इति अस्ति चेत् तत्र कर्तृपदविशेषणं न भवति खलु, तत्र एतावान् पीडयति, अस्तु तत्र किञ्चित् चिन्तनीयमस्ति भगिनि, मया सम्यक्तया न ज्ञातम् एतत्. अस्तु, इत्युक्ते अहं किञ्चित् न अवगतं कथम् एतावत् प्रयोजनं. सत्यं सत्यं सत्यं, हा हा, अस्तु तत्र अहमपि किञ्चित् अन्वेषणं करोमि भगिनि. अस्तु महोदय, कृपया मम दुःखं दूरीकरोतु, इति तु लोट् अस्ति, दूरीकरोतु, किं दूरीकरोतु, दुःखं दूरीकरोतु, कस्य, मम कया, कृपया. तत्र करोतु इति तत्र पुरुषः कः, प्रथमपुरुषः वा, प्रथमपुरुषः भवान् इति अस्ति इति कृत्वा भवान्, भवान् भवान् दूरी करोतु. महोदय अत्र अस्तु, अत्र लङ्लकारे अदन्तदातूनामेव ईत्वं भवति, ए अनन्तरम् ईत्वं भवति, ई आदेशः भवति, अनन्तरम् ए भवति, अनदन्ताङ्गानां तत्र न भवति कुत्रापि, अतः आसेतामिति न भवति, आसा आसातामिति भवति, आसातामिति अनदन्ताङ्गम् अत अतोणितः इत्यनेन ई आदेशः भवति, अदन्ताङ्गस्य एव भवति, अतः अदन्ताङ्गानामेव वर्धेताम् इति सर्वत्र भवति, अदन्ताङ्गं नास्ति चेत् अङ्गम् अस्ति इति धातु अस्ति, इदानीं विकल्पति नास्ति, अङ्गम् अनदन्तम् अङ्गमस्ति, अतः आसीति धातु अस्ति, अतः आसीति अङ्गमस्ति, अतः अस्तु महोदय, धन्यवादः, मम ज्ञातवान् आसीत् पूर्वं, विस्मृतवान् आसीत्, एतत् एतेनैव अस्माकं स्मरणं पुनःस्मरणं भवति, धन्यवादः महोदय, किञ्चित् कालं तिष्ठति मनसि पुनः गच्छति, सत्यं सत्यं, अतः एव अस्ति चेत् तु ईतां न भवति इति न महोदय, आमाम् अत्र आमाम् अकारः अस्ति चेदेव ई आदेशः भवति अत्र, अतः आकारस्य ई आदेशः भवति, अनन्तरम् यकारस्य लोपः भवति, इताम् इति भवति, अतः वर्दे वन्देताम् इति, अतः अवन्देताम् इति भवति, वन् अवन्द इति अस्ति खलु, अवन्देताम् अपचेताम् इति अत्र अत्रापि भवति, अपचत् अपचेताम् इति अत्र पचति इति आत्मनेपदिरूपम् अस्ति खलु, तत्र पचति अपचत अपचेताम् अपचत् अथवा वर्धते अवर्धत अवर्धेताम् अवर्धन्त इति, परन्तु अत्र न भवति, अपि च अत्र आसीत् धातुः अस्ति, अतः तत्र अत् इति भवति, अत्र अन्त् न भवति बहुवचने, आत्मनेपदी अत्र आत्मनेपदेषु अत् अत् भवति, अतः रूपाणि कानि महोदय, कस्य आसात इति एकवारं पश्यन् पुनः आसातु अस्ति अत्र आस् उपवेशने इति अस्ति अत्र आस्ताम् आसाताम् आसताम् क्षम्यताम् आसताम् इति आसताम् अस्तु लोट्लक आसत आसत क्षम्यताम् आसत इति खलु अत् इति खलु सत्यम् आस्त आसाताम् आसत इति आसत आसत अत् इति भवति आसन्त आसन्त इति न भवति अत्र अन्त अन्तै न भवति तत्र अत् आदेश आत्मनेपदी खलु अतः आत्मनेपदीषु अनतः अदन्तङ्गं नास्ति चेत् अत् आदेशः भवति आत्मनेप अनतः इति इत्यनेन चिन्तयामि अत्र अत् आदेशः भवति अस्तु महोदय आत्मनेपदेषु अनतः इति अतः आत्मनेपदेषु अनतः अङ्गात् इत्युक्ते अत अदन्ताङ्गश्चेत् अन्तादेशः भवति इति एतत् अदन् अनदन्ताङ्गम् अस्ति खलु अतः अतः अनदन्तात् अङ्गात् परस्य जक अत् आदेशः भवति अदन्तमङ्गमश्चेत् भवति अत्र अस्ति इति अनदन्ताङ्गम् समीचीनं महोदय, धन्यवादः. अतः तत्र समीचीनम् अस्तु तत्र तत्र किन्तु आस्ता आसाताम् आसत आस्ताः आसाताम् आध्वम् आसि आस्वहि आस्महि अस्ति. तस्य प्रयोगः न भवति अस्माकं, किन्तु मनसि अस्यां कथायामपि न स्वीकृतम् आसीत् खलु. तत्र पण्डितः एव आस्ते इति गौरवपूर्वक वद तस्य प्रयोगः भवति इति व्योमा भगिनी उक्तवती आसीत् एकवारम्. अस्तु अस्तु अस्तु अस्तु. अतः तत्र अतः तत्र कोऽपि पण्डितः अथवा तत्र गुरुः आस्ते उपविशतु इति कृपया आस्तामिति कृपया उपविशति एव अस्ति आस्तामिति पण्डितः आस्तां लोट्लकारे आस्तामिति. अतः तत्र यद्यपि तत्र अर्थे सामान्यमस्ति किन्तु तत्र सन्दर्भः किञ्चित् किञ्चित् न्यूयान्स् अस्ति किञ्चित् तत्र भवान् त्वम् इति अस्य किञ्चित् यद्यपि व्याकरणे किमपि अर्थः नास्ति किमपि नास्ति परन्तु भवान् त्वं नै न वदामः खलु तत्र गौरव व्याकरणे नास्ति इति जनार्दन हेगडे महोदयेन उक्तमासीत् भवान् इति त्वम् इति तत् सेवकापि रामायणे सेवकस्य अपि राम भवान् इति वदति त्वम् इति वदति इण्टर्चेञ्जेबलि अतः किमपि नास्ति तत्र अतः जनार्दन हेगडे महोदय सैसि तत् लेखः अस्ति एकः लेखः. अस्तु महोदय बहु समीचीनम्. इदानीं तत्र बहु किमपि तत्र गीताञ्जलि भगिनी समीचीनप्रश्नः आसीत् भगिनि अतः तत्र वयं सर्वे ज्ञातवन्तः. अस्तु महोदय अहमपि किमपि न जानामि. अग्रिमं पठामि वा? अस्तु अस्तु सत्यं भगिनि पठतु. भगवान् माधवस्य प्रार्थनां श्रुतवान् श्रुतवान् भगवान् इदानीं तत्र तया तत्र श्रुतवान् इति इदानीं तत्र षष्टिः विभक्तिरूपं किम् भगवान् श्रुतवान् भगवन्तं श्रुतवन्तम् इति द्वितीया. तृतीया भगवता श्रुतवता वा? श्रुतवता भगवता. इदानीं चतुर्थी श्रुतवते भगवते. पञ्चमी षष्टि समानमेव. श्रुतवतः भगवतः. समीचीनं भगिनि. इदानीं सप्तमी अन्तिमं सप्तमी भवति श्रुतवती भगवति. श्रुतवती भगवति मम विश्वासः अस्ति अथवा अर्जुनस्य श्रुतवती भगवती कृष्णे अखण्डविश्वासः अस्ति. तत्तु समीचीनं कथा तत्र अपि सत्यं भगिनि. अतः एव तत्र श्रुतवती सप्तमी भवति तत्र भवति इति तत्र स्त्रीलिङ्ग इकारान्तपदम् इव न किन्तु भवत् भवति ह्रस्व इकारः. सत्यं भगिनि. श्रुतवान् प्रार्थनां श्रुतवान् सः तं परीक्षितुं ब्राह्मणवेषणं धृत्वा तत्र आगतवान् अत्र कः आगतवान्? कः आगतवान्? भगवान् स्वयम् आगतवान्। किं श्रुतवान्? भगवान् तत्र आगतवान्। उत्तमं महोदय। श्रुतवान् भगवान् तत्र आगतवान्, किन्तु ब्राह्मणवेषणं धृत्वा, इत्युक्ते ब्राह्मणवेषं धृत्वा स्वान्त ध्रुधातुतः धरति धृत्वा धरति धृत्वा धरति धृत्वा धृत्वा परीक्षितुं परीक्षां कर्तुं कस्य परीक्षां कर्तुं? तत्र तं परीक्षितुम् इति अस्ति, किन्तु माधवं परीक्षितुं वणिजा तत्र माधवं परीक्षितुम् अथवा वणिक अस्ति चेत् कं परीक्षितुं? वणिजं परीक्षितुं तं वणिजं परीक्षितुं तं वणिजं परीक्षितुं श्रुतवान् भगवान् ब्राह्मणवेषं धृत्वा तत्र आगतवान्। समीचीनं भगिनि, अग्रे तत्र आगतवान्। ब्राह्मणः माधवम् उक्तवान्। ब्राह्मण इत्युक्ते भगवान् ब्राह्मणवेषं धृत्वा उक्तवान्, माधवम् उक्तवान्, भोः माधव इति तु सम्बोधन, मया सह आगच्छतु। इदानीं तत्र मया सह आगच्छतु इति अस्ति, तत्र मया तु तृतीया कर्मणि प्रयोग न कर्मणि नास्ति, मया सह इति अस्ति। मया सह इत्युक्ते उपपदविभक्तिः, सहयोगे तृतीया विभक्तिः। आगच्छतु इति लोट् अस्ति, आगच्छतु एकवचन प्रथमपुरुष, अतः तत्र कर्तृपदं भवति चेत् किं भवति? भवान् आगच्छतु। भवान् आगच्छतु। मया त्वम् अस्ति चेत् किं भवति? त्वम् आगच्छ। त्वम् आगच्छ, किन्तु अत्र आगच्छतु, अतः भवान् आगच्छतु इति। मया सह आगच्छतु इति अस्तु भगिनि, अग्रे। माधवः आशा भावनया तं ब्राह्मणम् अनुसृतवान्, इत्युक्ते माधवः अनुसृतवान् अनुसृतवान् अनुसरणं, तत्र अनुसरणं कृतवान् इत्युक्ते ये ये यत्र यत्र ब्राह्मण गतवान् तत्र तत्र माधव अपि अनुसृतवान्। सत्यं। कया? आशा भावनया, इत्युक्ते आशा इत्युक्ते होप् इत्युक्ते किमपि उपाय आशा भावनीया इति तत्र प्रायशः विथ् होप् अथवा तत्र सन्तोषेण इति तत्र ओ अस्ति वा तत्र किम् एक्स्पेक्टेशन् इत्यर्थे अस्ति कष्टं दूरीकरोति इति तया भावनया आशा भावनया तं ब्राह्मणम् अनुसृतवान्। अन्तिमवाक्य ब्राह्मणः तं निर्जनम् अरण्यं नीतवान्। निर्जनम् इत्युक्ते कोऽपि मनुष्यः तत्र ब्राह्मणम् अनुसृतवान्, तत्र ब्राह्मणम् इति तत्र ब्राह्मणम् अनुसृतवान् इदानीं तत्र अनुसृतवान्। ब्राह्मणं तु कर्मपदं, ब्राह्मणम् अनुसृतवान्। ब्राह्मणः तं निर्जनम् अरण्यं नीतवान्। निर्जनम् इत्युक्ते कोऽपि जनः तत्र नास्ति, कोऽपि नास्ति तत्र अस्मिन् अरण्ये कोऽपि मनुष्यः नास्ति, निर्जनम् तादृशं अरण्यं प्रति तं माधवं वणिजं नीतवान्। समीचीनं। वणिक् वणिक् तु अनुसृतवान्। हा वणिक् अनुसृतवान्, समीचीनं भगिनि। हा समीचीनम् अस्तु। इदानीं सूर्यकुमारी भगिनी, भवती एव अत्र पठितवती इति मन्ये। हा किन्तु अरण्ये एकत्र अनेकाः पेटिकाः पतिताः आसन्। हा तत्र के आसन्, के आसन् अथवा काः आसन्? पेटिकाः। हा पेटिकाः आसन् अरण्ये, पेटिकाः आसन्। कीदृश्यः पेटिकाः? अनेकाः। हा अनेकाः अपि पतिताः, पतिताः आसन्। पतिताः अनेकाः विशेषणं, एकत्र आसन् ते सर्वे, एकत्र आसन् तेन, क्षम्यतां ताः एकत्र, ताः पेटिकाः दर्शयन् ब्राह्मणः माधवम् उक्तवान्। हा इदानीं तत्र ब्राह्मणः उक्तवान्, माधवम् उक्तवान् इति खलु। इदानीं तत्र ताः पेटिकाः इति अस्ति, तत्र ताः पेटिकाः इति पदस्य विभक्ति का? बहुवचनं, बहुवचनं, समीचीनं। द्वितीया कर्म, कर्मपदं, समीचीनं भगिनि। कर्मपदं दर्शयन्, दर्शयन् किं दर्शयन्? ताः पेटिकाः दर्शयन् इति, अतः कर्मपदम्। कः दर्शयन्, दर्शयन् कः दर्शयन् अस्ति? माधवं न, कः दर्शयन् अस्ति? कः कः ब्राह्मणः माधवः, ब्राह्मणः दर्शयन् अस्ति खलु। तत्र ब्राह्मणः दर्शयन् अस्ति, काः दर्शयन् अस्ति? पेटिकाः दर्शयन् अस्ति सः ब्राह्मणः। भवती अवगच्छति वा भगिनि? काः दर्शयन् ब्राह्मणः, ब्राह्मणः काः दर्शयति? पेटिकाः, पेटिकाः दर्शयति, पेटिकाया पेटिकाः दर्शयति। तस्मिन् एव समये सः वदति अपि, अतः उक्तवान् अपि, अतः ब्राह्मणः पेटिकाः दर्शयन् माधवन्, माधवं माधवम् उक्तवान्। तत्र चित्रे तत्र तत्र अङ्गुल् अङ्गुल्या सः दर्शयति खलु। अतः दर्शयन्, ब्राह्मणः दर्शयन् अस्ति तत्र चित्रे अङ्गुल्या। हा विशेषणं दर्शयन्, पठन् शत्रुन्तरूपं, समीचीनं भगिनि। हा माधवम् उक्तवान्। एताः सर्वाः दुःखपेटिकाः सन्ति इति। एताः पेटिकाः कीदृश्यः पेटिकाः? दुःखपेटिकाः, दुःखपेटिकाः सन्ति स्त्रीलिङ्गे। सर्वाः, सर्वा सर्वाः इति बहुवचने। माधवः आश्चर्येण ताः दृष्टवान्। ताः ताः पेटिकाः, दुःखपेटिकाः दृष्टवान्। ताः द्वितीय बहुवचनम्। हा समीचीनं, ताः अनेकाः पतिताः पेटि दुःखपेटिकाः दृष्टवान् माधवः, न न दृष्टवान् आसीत्, समीचीनं दृष्टवान् आसीत्, समीचीनम्। अग्रे ब्राह्मणः एकां रिक्तां पेटिकाम् उन्नीय ताम् उद्घाटितवान्, उद्घाटितवान् उद्घाटितवान् न उद्घाटितवान्। तत्र सम्यक् न दृश्यते भगिनि, सत्यमेव, किन्तु तत्र उद्घाटितवान् इति, उद्घाटनं कृतवान्। पेटिकायाः उद्घाटनं कृतवान् तत्र उन्नीय, उन्नीय इत्युक्ते उन्नीय उपरि, उपरि उपरि तत्र स्वीकृत्य, तत्र उपरि उन्नयति, उन्नयति उन्नीय, तत्र पेटिका अधोभागे अस्ति खलु, तत्र भूमौ आसीत् किन्तु सः तां पेटिकाम् उन्नीय अतः तत्र उपरि उपरि तत् उपरि आगता अस्ति इदानीं पेटिका अतः तत्र ब्राह्मणः रिक्तां पेटिकाम् उन्नीय कीदृशी पेटिका सा रिक्ता पेटिका रिक्ता इत्युक्ते पेटिकायां किमपि नास्ति पेटिकायां किमपि नास्ति तत्र उद्गा तत्र तादृशी पेटिका रिक्ता पेटिका आसीत् तां पेटिकां ब्राह्मणः उन्नीय ताम् उद्घाटितवान् इदानीं ततः माधवम् अहम् इदानीं भवतः सर्वाणि अपि दुःखानि अत्र निक्षिपामि अत्र निक्षिपामि इत्युक्ते तत्र स्थापयामि पेटिकायां स्थापयामि भवतः सर्वाणि अपि दुःखानि अत्र निक्षिपामि स्थापयामि ततः क्षिपति इति जानाति खलु भगिनि तदेव अस्ति निक्षिपति स्थापयति अथवा तत्र क्षिपति इत्युक्ते तत्र कुत्रापि तत्र भूमौ क्षिपति इति भवति किन्तु अत्र कुत्र क्षिपति तत्र पेटिकायां क्षिपति अतः तत्र निक्षिपति इति अस्ति तावदेव महोदय अत्र ब्राह्मणः एकां रिक्तां पेटिकाम् उन्नीयताम् उद्घाटितवान् इति अस्ति अत्र कर्मपदं किम् अस्ति ताम् इति खलु अस्मिन् वाक्ये कर्मपदम् एकं कर्मपदं ताम् इति अस्ति खलु एकां पेटिकाम् इति ताम् इति तर्हि अत्र केवलं अभ्यासार्थं सत्यं अत्र कर्मणि प्रयोगे कथं भवति महोदय अत्र कर्मणि प्रयोगे इदानीं ब्राह्मणेन सा उद्घाटिता इति अस्ति एकां रिक्तापेटिकाम् उन्नीय सा उद्घाटिता भवति वा एकां रिक्तापेटिकाम् अस्य न भवति खलु ब्राह्मणेन सा उद्घाटिता ब्राह्मणेन एकां रिक्तां पेटिकाम् उन्नीय सा उद्घाटिता इति भवति वा तत्र महोदय तत्र तत्र प्रथमक्रियायाः न भवति खलु न भवति इति मन्ये अतः तत्र ब्राह्मणेन मम अस्ति ब्राह्मणेन अहं चिन्तितवान् तथैव पठितवान् आसीत् परन्तु अत्र सम्यक् भवति वा ब्राह्मणेन एकां रिक्तां पेटिकाम् उन्नीय तत्र यतोहि ब्राह्मणे तस्य कर्मपदं खलु उन्नीय इत्यस्य कर्मपदम् अस्ति पेटिकाम् इति अस्ति अत्र अतः तस्य परिवर्तनं मनसि अपि तत्र रूपं कथम् इति न आगतं तस्य परिवर्तनं न भवति इति नियम कुत्रापि कर्मणि प्रयोगे यत् कर्मपदम् अस्ति तस्य एव भवति इति अस्ति सत्यं महोदय किञ्चित् चिन्तनं करणीयम् अस्ति महोदय अग्रिमवर्गे पुनः चर्चयामः सम्यक् नास्ति न भवति इति अहं चिन्तितवान् अस्ति ब्राह्मणेन एकां रिक्तां पेटिकाम् उन्नीय अतः तत्र महोदय तत्र किम् अस्ति तत्र कार्यद्वयमस्ति खलु क्रियाद्वयमस्ति खलु तत्र एकमस्ति तत्र उन्नयति इति तदनन्तरम् अस्ति तत्र उद्घाटितवान् इति अतः तत्र किं कर्तुं शक्नुमः पेटिका ब्राह्मणेन रिक्ता एका रिक्ता पेटिका ब्राह्मणेन इदानीं उन्नीय इति स्थाने उन्नितवती इति तत्र उन्नितवत् इति तत्र उन्नीय इति लेबन्त् रूपमस्ति खलु सत्यं महोदय किन्तु तत्र इदानीं तत्र तव तु इति नास्ति अस्तु तत्र नीतः इति चिन्तयतु महोदय, तत्र नीत्वा इति चिन्तयतु, नीत्वा इति चिन्तयतु, उन्नीतः इति भवति वा? इदानीं तत्र नीत्वा इति चिन्तयतु, नीत्वा अस्ति चेत् नीतवती इति, ब्राह्मणेन नीतवती, एका रिक्ता पेटिका ब्राह्मणेन नीतवती, अपि उद्घाटिता इति अस्तु, तत्र कर्तृ हा नीता नीता भवति, उन्नीता हा उन्नीता, अतः ब्राह्मणेन एका रिक्ता पेटिका उन्नीता उद्घाटिता अपि, उन्नीता उद्घाटिता अपि तादृशम् अस्ति इति मन्ये महोदय, खलु? किञ्चित् चिन्तनं करणीयं, किन्तु तत्र अतः यत् वाक्ये यत् कर्मपदमस्ति तस्यैव करोतु इति चिन्तितवान् तस्यैव करणीयम् इति, उद्घाटितवान् इत्यस्य कर्मपदं तामेव अस्ति, अन्यत् नास्ति, सत्यं सत्यम्, अतः तत्र ताम् इत्युक्ते पेटिका, पेटिकाम् इति पेटिका, अतः तत्र कीदृशी पेटिका, इदानीं तत्र कर्मणि प्रयोगे तत्र एका रिक्ता पेटिका ब्राह्मणेन उन्नीता उद्घाटिता अपि इति, अस्तु अस्तु तर्हि तत्र सम्यक् अस्ति वा इति न जानामि महोदय, केवलं प्रयासः तत्र चिन्तनं भवति, चिन्तनमस्ति, हा करणीयमस्ति, सत्यं महोदय, अतः तत्रैव स्थगयामः भगिनि, अतः तत्र अग्रिमे वर्गे ततः माधवम् इति न ततः आरभ्य पेटिका इदानीं रिक्ता पेटिका, अस्तु रघुपति महोदय भवान् एव तत्र अन्ते, ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्, ॐ शान्ति शान्ति शान्तिः, श्रीगुरुभ्यो नमः, धन्यवादः महोदय.